नमस्ते, पाणिनीयव्याकरणवर्गे स्वागतं। तत्र कर्मणि भावे च इति द्वितीयपाठे स्मः, द्वितीयभागस्य पाठे। तत्र बार्वकर्मप्रक्रिया लटि लोटि लङ्गि विधिलिङ्गि चुरादिगणे प्रेरणार्थे णिचि, तस्मिन् भागे यदा वयं तत्र अभ्यासं प्रति गच्छामः चेत् तत्र एव वयं चिन्तनं कृतवन्तः। प्रयोज्यकर्ता प्रयोजककर्ता निजन्तप्रयोगे प्रयोज्यकर्तुः कर्मत्वम् इति। तत्र यद् पी डि एफ् मया प्रेषितं तत्र पुटसङ्ख्या 26, तत्र सम्प्रति निजन्तानां कर्मणि प्रयोगव्यवस्था कथं भवति इति पश्यामः इति भागात् पठामः। पीडिएफ् मध्ये पेज् नम्बर् 26, तद् गतसप्ताहे वयं यत् पठितवन्तः तद् पीडिएफ् प्राप्तं वा? सम्प्रति निजन्तानां कर्मणि प्रयोग व्यवस्था कथं भवति इति पश्यामः। नमस्ते भगिनि, नमस्ते भगिनी उषा भगिनी, 26 पेज् नम्बर् पी डि एफ़्, तद् गतसप्ताहस्य पी डि एफ़् एव। कर्मणि प्रयोगे कथं भवति इति साक्षात् पश्यामः। महोदय पठति वा? सम्प्रति निजन्तानां कर्मणि प्रयोगव्यवस्था कथं भवति इति पश्यामः। निजन्तानां प्रयोगे सामान्यतया प्रयोज्यकर्ता तृतीयविभक्तिं प्राप्नोति, कर्तृकरणयोः तृतीया इति सूत्रेण। किन्तु गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् अणिकर्ता सणौ इति सूत्रेण विशिष्टधातूनां प्रयोगे प्रयोज्यकर्तुः कर्मसंज्ञा भवति, तदनन्तरं कर्मणि द्वितीया इत्यनेन प्रयोज्यकर्तुः द्वितीया विभक्तिः विधीयते। अयं तु सामान्यव्यवहारः कर्तरिप्रयोगे। अस्तु, कर्तरिप्रयोगे तत्र प्रयोज्यकर्तुः तृतीयविभक्तिः भवति, गतिबुद्धिप्रत्यवसान शब्दकर्मकर्मकाणाम् अणिकर्तासनौ इति परिगणितधातून् परिगणितधात्वर्थानां तादृश गति अर्थः बुद्ध्यर्थः प्रत्यवसानार्थः कर्मकाणामपि यः कर्ता अणौ यः कर्ता सः तस्य कर्मत्वं प्राप्नोति सूत्रेण, अतः कर्मणि द्वितीया इति द्वितीया विभक्तिः भवति इति सामान्यव्यवहारः अस्ति। इदं ध्येयं यत् गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् अणिकर्ता चणौ इति सूत्रेण या कर्मसंज्ञा विहिता तस्याः प्रयोजनं न केवलं द्वितीयविभक्तिं प्राप्तुम् अपि तु लादीनां प्रत्ययानां विधानार्थमपि। अस्तु, तदर्थम् उच्यते न द्वितीया विधानार्थमेव कर्मसंज्ञा अत्र, अपि तु लाद्यर्थाः अपि। लकृत्यर्थकलर्थाः अपि संज्ञाफलम् इष्यते, अर्थात् ये प्रत्ययः कर्मार्थे भवन्ति ते अपि कर्मसंज्ञायाः प्रयोजनम् इच्छन्ति। नाम कर्मार्थे ये प्रत्ययाः भवन्ति तैः प्रत्ययैः कर्म उक्तं भवति। के प्रत्ययाः कर्मार्थे भवन्ति इत्युक्ते लकाराः, कृत्प्रत्ययाः, त, तव्यत्, अनियर्, न्यत्, यत्, खल् इत्यादयः च। अस्तु, अत्र सूत्रेण कर्मसंज्ञा विहिता तस्य प्रयोजनं न केवलं द्वितीयविभक्ति प्राप्तुम् अपि तु तत्र लादीनां प्रत्ययानां विधानार्थं, तत्र लादीनाम् इत्युक्ते लकार अपि च कृप्रत्ययः, तेषां प्रत्ययविधानार्थम् अपि भवति इति अस्ति। अतः ये प्रत्ययः कर्मार्थे भवन्ति ये तेषामपि कर्मसंज्ञायाः प्रयोजनम् इच्छन्ति इति अस्ति तत्र। अस्तु, नाम कर्मार्थे ये प्रत्ययः भवन्ति तैः, अस्तु, इदानीं तत्र कर्म द्वितीयविभक्ति केवलं द्वितीयविभक्तिः अपि नास्ति, अपि तु तत्र कर्मार्थे प्रत्ययः भवन्ति, तत्र तेषामपि कर्म उक्तं भवति खलु, अतः तत्र कर्म उक्तं भवति कुत्र भवति इत्युक्ते तत्र के लकाराः कर्मार्थे भवितुमर्हन्ति, तत् कृत्प्रत्ययः अपि भवितुमर्हन्ति, सर्वत्र तत्र लकार इत्युक्ते कर्मणि प्रयोगे इति वा इति तेनैव गौणकर्म प्रधानकर्म इति कर्मद्वयं भवति किल अतः प्रत्ययेन प्रत्ययेन तदपि सत्यं किम् अवगतं किल तदेव ते वदन्ति स तव्य तनीय न्यक्त् यत् खल् इत्यादयः इत्युक्ते लकारः कृत्प्रत्ययाः अनेन उक्तं भवति अनेन कर्म उक्तं भवति तर्हि तत्र गतिबुद्धिप्रत्यवनार्थ इति अकर्म इति अतः कर्मसंज्ञा भवति तत् लकारेण यदि कर्मणि प्रयोगे भवति चेत् कर्म लकारः तमेव प्रयोज्यकर्तुः एव उक्तं भवति खलु प्रयोज्यकर्तुः इदानीम् उक्तं भवति सत्यं प्रयोज्यकर्तु आं सत्यं तत्र गौणकर्म प्रधानकर्म इति तस्य नामान्तरं भवति तत्र गतिबुद्धिप्रत्यवसानार्थ इत्यत्रापि तत्र भागद्वयं तदेव अग्रे आगच्छति तत्र यत्र गौणकर्मायाः प्रथमा विभक्ति वा प्रधानकर्मायाः प्रथमा विभक्ति वा इदानीं कर्म कर्मणि प्रयोगः किल कस्य प्रथमा विभक्ति इति कर्मद्वयमस्ति तर्हि लकारेण किम् उक्तमस्ति गौणकर्म प्रधानकर्म उक्तं वा अत्र गौणकर्म एव उक्तमस्ति इति तत्र प्रश्नः भवति तत्र एव एका कारिका तदेव अत्र अग्रे आगच्छति इदानीं स्पष्टं किल एतावत् अस्तु धन्यवादः महोदय अरुणा भगिनी पठति वा भगिनि प्रश्नः पुनः सारांशं वदतु भगिनि सूत्रस्य विवरणं तत्र गतिबुद्धिप्रत्यवसानार्थ इति सूत्रेण न केवलं कर्मसंज्ञा तत्र लाभि लकारः अनन्तरं कृत् प्रत्ययाः ते अपि उक्ताः इति वदन्ति प्रत्ययेन तद् क्षम्यतां लकारः वा यत् किमपि कृत् प्रत्ययेन कर्मसंज्ञा अपि उक्ता केवलं कर्मसंज्ञा एव विहितः इति न लकारेण तद् उक्तः अपि उक्तः अस्ति चेत् तत्र प्रथमा विभक्ति भवति अनुक्ते द्वितीया ओके ओके इति तदेव अग्रे आगच्छति विस्तृतरूपेण यथा यथा कर्मणि प्रयोगः भवति निजन्तस्य अस्माकं क्रमः भवति इदानीं तत्र केन उक्तमस्ति कस्य प्रथमा भवति इति कर्मद्वयमस्ति केन अतः तत्र अनेन इति अत्र गौणकर्म एव उक्तमस्ति इति तदेव अग्रे अपि अस्ति आं भगिनि कर्मणि निजन्तप्रयोगे धातवः द्विकर्मकाः भवन्ति अर्थात् कर्मद्वयं भवति एकस्य कर्मसंज्ञा भवति कर्तुरीप्सितमं कर्म इति सूत्रेण द्वितीयस्य भवति गतिबुद्धिप्रत्यय अवसानार्थशब्दकर्म कर्म अकर्मकाणाम् उनिकर्तासानौ इति सूत्रेण अनयोः कर्मणोः किं मुख्यकर्म किं च गौणकर्म भवति इति आदौ विचारणीयं यत् कर्मप्रयोजककर्ता आदौ प्राप्नोति तत् भवति पदमकर्म नन्यन्त अवस्थायां प्रयोजककर्ता आदौ प्रयोजककर्म एव प्राप्नोति अतः प्रयोज्यकर्म एव प्रधानं भवति ईप्सितमं कर्म नाम अन्यन्त अवस्थायां यत् कर्म तदेव गौणकर्म भवति तर्हि प्रयोजककर्ता तत्र कर्म आदौ न प्राप्नोति ओके तदेव कर्मणि प्रयोग निजन्तप्रयोगात् धातवः सामान्यतः द्विकर्मकजातवः अर्थं किम् अस्ति द्विकर्मक कर्म कर्मद्वयं भवति धातु अर्थं प्रथमं कर्तुरीप्सितमं कर्म सूत्रेण एक कर्म संज्ञा भवति द्वितीय कर्म गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकर्मणकाणाम् अमि कर्तासानौ इति सूत्रेण किं स्वतः वाक्यमस्ति चेत् अनयोः कर्मणोः किं कर्म मुख्यकर्म किं च गौणकर्म इति विचारणीयं. कर्मप्रयोजककर्ता आदौ भवति, ततः प्रथमाविभक्तिः भवति. नञ्जन्तवस्थानायां प्रयोजककर्ता प्रयोज्यकर्ता एव प्राप्नोति. ण्यन्तावस्था इत्युक्ते निजन्त निच् प्रत्ययोजने. अतः यदा पित्रा पुत्रं विद्यालयं गम्यते इति कर्मणि वाक्यं, तत्र प्रयोजककर्ता कः प्रयोज्यकर्ता कः? प्रयोजककर्ता पिता. प्रयोजककर्ता पुत्र. पुत्र किल. अतः इदानीं यदा सामान्यवाक्यम् अण्यन्तवाक्यं स्वीकुर्मः चेत् पुत्रं विद्या पुत्रः विद्यालयं गच्छति. इदानीं यदा अहं पिता इति योजयामः प्रेरणार्थे, प्रेरयति सः किल, अतः पित्रा पुत्रं गम्यते. इदानीं प्रयोज्यकर्ता एव कर्म अभवत्, तदेव प्रधानकर्म. कुत्र गम्यते इत्युक्ते विद्यालयं, तदेव ईप्सितमं कर्म, तद् गौणकर्म. भगिनी गमयति अथवा गम्यते कर्मणि प्रयोगे इच्छति एव गम्यते कर्मणि इति कर्मणि इति कारणे पित्रा पुत्रं विद्यालयं. पित्रा गम्यते. ओके अस्तु भगिनि सारि गम्यते. पठामि भगिनि. अवगतं किल? अवगतं भगिनि. यदा कर्मार्थे लकारः वा कृत् प्रत्ययः विधीयन्ते तदा एतैः प्रत्ययैः प्रधानकर्म उक्तं भवति वा नो चेत् गौणकर्म उक्तं भवति वा इति विचारणीयं. तदर्थं कौमुद्याम् एककारिका उक्ता अस्ति, तस्य विवरणम् अग्रे उक्तमस्ति. तदेव महोदय उक्तं यदा कर्मणि कर्मार्थे लकारः कृत्प्रत्यय विद्यन्ते अत्र के कं प्रधानकर्म किं गौणकर्म इति प्रथमं विचारणीयम्. अत्र कौमुद्याम् एककारिका अस्ति, तत् पठ्य अधुना तत्र विवरणं दत्तम्. सत्यम्. अतः तत्र यदा पित्रा पुत्रं विद्यालयं गम्यते, गम्यते इति लकारः किल, लट् लकारः, अनेन किम् उक्तम् इति प्रश्नस्य उत्तरं यद् भवति तदेव प्रधानकर्म. कः गम्यते? पुत्रः. तदेव प्रधानकर्म, प्रधानकर्म इति वा प्रधानकर्म. तत्र कुत्र गम्यते इति यद् विद्यालयम् इति यद् अस्ति तत्तु गौणकर्म, प्रधानं नास्ति, मुख्यकर्म नास्ति. प्रेरणा करोति किल पिता, कस्य प्रेरणा करोति तदेव प्रधानम्. अवगतं किल? इतोपि एकः परिच्छेदः पठतु भगिनि. येन प्रत्ययेन येन प्रत्ययेन कर्म उक्तं भवति तत् कर्म अभिहितं भवति. तादृशकर्मणा अभिहिते प्रथमाभिव्यक्तिः प्राप्यते. येन प्रत्ययेन कर्म अनुक्तं भवति तत् कर्म अनभिहितं भवति. तद् तादृशकर्मणा कर्मणि द्वितीया इत्यनेन द्वितीया विभक्ति प्राप्यते. वयं पूर्वं पठितवन्तः प्रत्ययेन कर्म उक्तं भवति तत् कर्म अभिहितम् इति वदन्ति. अत्र अवगतं कर्म सूचयति. तादृशविषये अभिहिते कर्म अस्ति चेत् कर्म प्रथमाविभक्ति प्राप्यते. कर्मणि प्रयोगे वयं जानीमः येन प्रत्ययेन कर्म अनुक्तं भवति तत् कर्म अनभिहितम् इति नामकरणमस्ति. तत् तादृशकर्म कर्मणि द्वितीया इति सूत्रेण द्वितीयविभक्ति प्राप्यते. कर्मणि प्रयोगे अत्र प्रत्ययेन कर्म उक्तम् अतः प्रथमाविभक्ति भवति. नास्ति अनभिहितमस्ति चेत् कर्म द्वितीया विभक्ति भवति. केन अन्यसूत्रेण कर्मणि द्वितीया इति अन्य सूत्रेण सत्यम्. अतः अभिहितम् इत्युक्ते अभिहिते प्रथमा अनभिहिते द्वितीया. द्वितीया धन्यवादः. उषा भगिनि यन्त अवस्थायाम् अस्तु भगिनि. ण्यन्त अवस्थायां लादिप्रत्ययैः किं कर्म उक्तम् इति ज्ञायते अनया कारिकया. बुद्धिभक्षार्थयोः शब्दकर्माणां च निच् इच्छया बुद्धिभक्षार्थयोः शब्दकर्माणां च निजेच्छया प्रयोज्यकर्मणि अन्येषां ण्यन्तानां लादयोः मताः. अस्याः कारिकायाः अर्थः एवम् अस्ति. निजन्तस्य कर्मणि प्रयोगे बुद्ध्यर्थकधातोः भक्षार्थकधातोः शब्दकर्मकधातोः च प्रयोज्यकर्म उक्तं भवति. नो चेत् गौणकर्म उक्तं भवति. वक्तुः इच्छानुगुणम् ओके. निजन्तस्य कर्मणि प्रयोगे बुद्ध्यर्थकधातोः भक्षार्थकधातोः शब्दकर्मकधातोः च प्रयोज्यकर्म उक्तं भवति. नो चेत् गौणकर्म उक्तं भवति. वक्तुः इच्छानुगुणम्. अत्र अस्माकं विवक्षानुगुणं प्रधानकर्मा वा गौणकर्मा वा उक्तं भवति निजन्तप्रत्ययेन. बुद्ध्यर्थकधातून् भक्षार्थकधातून् शब्दकर्मकधातून् च विहाय अन्येषां प्रयोज्यप्रधानकर्म एव उक्तं भवति निच् प्रत्ययेन. गौणकर्म अनुक्तं भवति. यत् प्रत्ययेन उक्तं भवति तस्य प्रथमा विभक्तिः भवति. यत् अनुक्तं तस्य द्वितीया विभक्तिः भवति. कारिका दत्तमस्ति. ण्यन्त अवस्थायां लादिप्रत्ययैः किं कर्म उक्तम् इति कारिका वदति. बुद्धिभक्षार्थयोः शब्दकर्माणां च निजेच्छया. बुद्धिअर्थकधातोः भक्षार्थकधातोः शब्दकर्मकधातोः च प्रयोज्यकर्म उक्तं भवति. नो चेत् गौणकर्म उक्तं भवति. वक्तुः इच्छानुगुणं कारिके निजेच्छया ओके. वक्तानु इच्छानुगुणम् ओके. बुद्धि भक्ष्यार्थ शब्दकर्मक प्रयोज्यकर्म उक्तं भवति, नो चेत् गौणकर्म उक्तं भवति भक्तुः इच्छानुगुणम्। ओके, अत्र अस्माकं विवक्षानुगुणं प्रधानकर्म वा गौणकर्म वा उक्तं भवति निजन्तप्रत्ययेन। अस्माकं विवक्षानुगुणं बुद्ध्यर्थकधातून् भक्षार्थकधातून् शब्दकर्मकधातूञ्च विहाय अन्येषां प्रयोज्यकर्म प्रधानकर्म एव उक्तं भवति णिच् प्रत्ययेन, गौणकर्म अनुक्तं भवति। अस्तु भगिनि, परिगणितधातूनाम् एव विवक्षानुगुणम् इच्छानुगुणं प्रधानकर्म अथवा गौणकर्म उक्तं भवति पक्तुः इच्छानुगुणं। तत् धातून् विहाय, तादृशधातून् विहाय अन्येषां प्रयोज्यकर्म एव उक्तं भवति, प्रयोज्यकर्म अथवा प्रधानकर्म एव उक्तं भवति णिच् प्रत्ययेन, गौणकर्म अनुक्तं भवति। अस्तु भगिनि, अनुक्तं भवति चेत् द्वितीया विभक्तिः, उक्तं प्रत्ययेन उक्तं भवति चेत् तत् प्रथमा विभक्तिः भवति। बुद्ध्यर्थकधातवः, बुद्ध्यर्थकधातवः पित्रा मानवकः धर्मं बोध्यते, पित्रा तृतीया विभक्ति, मानवकः धर्मं बोध्यते, मानवकः सो प्रथमा विभक्तिः, धर्मं बोध्यते, धर्मं बोध्यते। ओके, अथवा पित्रा मानवकं धर्मः बोध्यते, बोध्यते एव गिवन् धर्मः, ओ धर्मं दे धर्मं बोध्यते, धर्मं बोध्यते द्वितीया विभक्ति, पित्रा मानवकं धर्मः बोध्यते, धर्मः इति प्रथमा विभक्ति, मानवकं द्वितीया विभक्तिः भवति, पित्रा धर्मः बोध्यते। सो हियर् द ड्यूटी इस् टाट्, ओके, बै द father to the student. Sorry bagini, I have to get my bearings. agreva okay. Anyanta avasthayam vakyam asti manavakena dharmah budhyate, anyanta avasthayam manavakena dharmah budhyate. Okay, buddhiti buddhyartaka dhatoho prayoge अस्माकं विवक्षानुगुणं लकारेण प्रयोज्यकर्म प्रधानकर्म उक्तं भवति। बुद्धि इति बुद्ध्यर्थकधातोः, बुद्ध बोध्यते, ओके, बुद्धि इति बुद्ध्यर्थकधातोः प्रयोगे अस्माकं विवक्षानुगुणं लकारेण प्रयोज्यकर्म उक्तं भवति, नो चेत् गौणकर्म उक्तं भवति, धर्मः बुध्यते। ओके, यदा प्रयोज्यकर्म उक्तं भवति तदा बोध्यते इत्यत्र ते इति तिङ् प्रत्ययेन प्रयोज्यकर्म मानवकः प्रथमा विभक्तिः प्राप्यते अभिहिते प्रथमा इत्यनेन। ओके, गौणकर्म धर्म अनभिहिते कर्मणि द्वितीया इत्यनेन द्वितीयं प्राप्नोति, अतः वाक्यं भवति पित्रा मानवकः धर्मं बोध्यते। ओके, ओके, उदाहरणम् अन्यन्त अवस्थायां वाक्यम् अस्ति मानवकेन धर्मः बुध्यते इति कर्मणि प्रयोगे वाक्यम् अस्ति, धर्मः बुध्यते, धर्मः बुद्ध इति बुध्यते इति कर्मणि प्रयोगे अस्ति, तदर् कर्मणि प्रयोगे अस्ति चेत् बुध्यते इत्यनेन धर्मः इति सूचयति, सो धर्मः इति प्रथमा विभक्तिः भवति। बट् ण्यन्त अवस्थायां यथा प्रयोज्यकर्म उक्तं भवति तथा बोध्यते इत्यत्र ते इति बोध्यते, ओके, नो नो, ऐ वि वाण्ट् टु डिस्कस् ओन्ली द बोध्यते फस्ट्। ण्यन्त अण्यन्त अवस्थायां निजन्ता नास्ति, मानवकेन धर्मः बुध्यते, सो अस्माकं बुद्धि इति बुद्ध्यर्थकधातोः प्रयोगे अस्माकं विवक्षानुगुणं लकारेण प्रयोज्यकर्म प्रधानकर्म उक्तं भवति, नो चेत् गौणकर्म उक्तं भवति। ओके, यदा प्रयोज्यकर्म उक्तं भवति, ओके, यदा प्रयोज्यकर्म उक्तं भवति तदा बोध्यते इत्यत्र प्रयोज्यकर्म उक्तं भवति. प्रयोज्यकर्म इति माणवकः. सो माणवकः बोध्यते, माणवकः माणवके माणवकं बोध्यते. तिङ् प्रत्ययेन प्रयोज्यकर्म माणवकः प्रथमाविभक्तिः प्राप्यते. आं भगिनि, प्रयोज्यकर्म माणवकः प्रथमाविभक्तिः भवते बोध्यते इत्यनेन. बोध्यते बोध्यते बुध्यते बुध्यते इति अन्यन्त अवस्थायाम् अन्यन्त अवस्थायां बुध्यते. बोध्यते इति ण्यन्त अवस्थायां बुद्धिति बोध्यते वा बोध्यते. ओके बोध्यते. ओके अण्यन्त अवस्थायां बोध्यते इति भवति तिङ् प्रत्ययेन प्रयोज्यकर्म माणवकः प्रथमाविभक्तिः भवति. स्टूडेण्ट् इस् स्टार्ट्. ओके गौणकर्म धर्म अनभिहिते गौणकर्म धर्म अनभिहिते कर्मणि द्वितीया इत्यनेन द्वितीयां प्राप्नोति. अतः वाक्यं भवति पित्रा माणवकः धर्मं बोध्यते. सो पित्रा माणवकः धर्मं बोध्यते इति ण्यन्त अवस्थायां कर्मणि प्रयोगः. बोध्यते समीचीनं वा भगिनि? पित्रा माणवकः धर्मं बोध्यते ण्यन्त अवस्थायां. ण्यन्त अवस्थायां कर्मणि प्रयोगे लकार कर्मणि प्रयोग धर्मं धर्मं बोध्यते माणवकः बोध्यते. सो माणवकः प्रधानकर्म अत्र प्रथमाविभक्ति भवति. बोध्यते इति ते इत्यनेन माणवकः एव सूचयति. अथवा पित्रा माणवकं धर्मः बोध्यते. ओके यदि तिङ्प्रत्ययेन गौणकर्म उक्तं तर्हि गौणकर्मणः धर्मस्य प्रथमा भवति उक्तत्वात्. ओके प्रयोज्यकर्म अनुक्तत्वात् तस्य कर्मणि द्वितीया इत्यनेन द्वितीया भवति. अतः वाक्यं भवति पित्रा माणवकं धर्मः बोध्यते. सो इच्छानुगुणं लैक् मम इच्छानुगुणं विवक्षानुगुणम् एव प्रत्ययः विधीयते इत्येव उदाहरणं दत्तं. पित्रा माणवकः धर्मः बोध्यते इत्यनेन माणवकः सूचयति बोध्यते इत्यनेन. पित्रा माणवकं धर्मः बोध्यते इत्यनेन मम विवक्षानुगुणं धर्मः इति प्रथमाविभक्तिः भवति. समीचीनं. बोध्यते इति ते इत्यनेन किम् उक्तम् इत्येव प्रश्नः. माणवकम् उक्तम् इति चेत् माणवकस्य प्रथमाविभक्ति. उक्तं चेत् धर्मः प्रथमाविभक्ति. अनुक्तः द्वितीया विभक्तिः भवति. प्रथमवाक्ये धर्मः अनुक्तं भवति. सो द्वितीया विभक्ति भवति धर्मम् इति. द्वितीयवाक्ये माणवकः अनुक्तं भवति माणवकम् इति कर्म प्राप्नोति. सत्यम् इत्येव एकमेव परन्तु एकमेव प्रथमायां द्वितीयं द्वितीयायां भवति. द्वयमपि द्वितीयायां द्वयमपि प्रथमायाम् इति न भवति. एकं गौणकर्म अन्यत्तु प्रधानकर्म अभिहितं वा अनभिहितं वा इति द्रष्टव्यम्. तादृशं दृष्ट्वा तस्य विभक्तियोजनं करणीयम् इत्येव तत्र बुद्ध्यर्थकधातूनां कृते. आं महोदय, अत्र गतिबुद्धिप्रत्यवसानेन इत्यनेन तत्र कर्म उक्तमस्ति इति. तत्र कर्म प्रयोजकत्वः कर्मसंज्ञा भवति. अतः सामान्यतः तत्र तस्य एव प्रथमाविभक्तिः भवेत्. परन्तु तस्य अपवादत्वेन तत् बुद्धिपक्ष अपि शब्दकर्मणा निजेच्छा इति भवति. अन्यत्र सर्वत्र भवेत् सामान्यसूत्रमस्ति. सामान्य अपवादस्य बुद्धिपक्षत्वेन आम् किमर्थम् इत्युक्ते अपवादः इति वक्तुं शक्नुमः. सूत्रं किमपि नास्ति, कारिका एव. तत्र गतिबुद्धिप्रत्यवसान इत्यत्र कर्तरि वा कर्मणि वा किमपि तत्र तादृशनिमित्तं किमपि नास्ति. नौ एव किल, अतः तत्र तस्य प्रसक्तिः कर्तरि कर्मणि द्वयोः स्थलयोः भवति. परन्तु तत्र अहं वयं कथं निर्णयं कुर्मः कस्य प्रथम गौणकर्म प्रधानकर्म इत्युक्ते कारिकारीत्या प्रायः प्रयोगे तादृशम् आसीत्, भाषाप्रयोगे तादृशम् आसीत्. पूर्वमुक्तमासीत् खलु गतिबुद्धिप्रत्यवसाने इति सूत्रेण द्वितीयविभक्ति प्राप्तुं केवलं द्वितीयविभक्तेः प्रयोजनं नास्ति, अपि तु कर्मसंज्ञा अत्र लाभ्यर्थाः अपि भवन्ति इति भवेत्, परन्तु तादृशप्रयोगः अस्ति खलु व्यवहारे इति कृत्वा तत्र कारिका अस्ति. कारिका अस्ति सत्यं सूत्रेण वयं तत्र सूत्रं किमपि नास्ति तत्र अपवादम् इति वक्तुं, परन्तु सत्यं यदा तत्र कारिकया तत्र वयं निर्णयं कर्तुं शक्नुमः कस्य प्रथमा कस्य द्वितीया गौणकर्म विषये. गौणप्रधानकर्म कर्मद्वयं विहितम् इदानीं, तस्य कस्य प्रथमा कस्य द्वितीया इति कारिकया वयं निर्णयं कृतवन्तः तावदेव. धन्यवादः भगिनी. विजया भगिनी पठति वा भक्षार्थकदातवः? धन्यवादः. आं महोदय, नमस्कारः. भक्षार्थकदातवः श्रीहरिणा देवाः अमृतम् आश्यन्ते, अथवा श्रीहरिणा देवान् अमृतम् आश्यते, मात्रा माणवकः ओदनं भोज्यते, अथवा मात्रा माणवकम् ओदनः भोज्यते. अत्र मात्रा माणवकः इदानीमेव दृष्टवन्तः अन्यत् रूपेण खलु महोदय. इदानीं तत्र तत्र किम् उक्तं, किं किम् अभिहितं, किम् अनभिहितम् इत्येव वदतु भगिनि. श्रीहरिणा देवः अमृतम् आश्यन्ते, आश्यन्ते इति क्रियापदेन किम् उक्तम्? अत्र आश्यन्ते इति बहुवचने कर्म अत्र देवाः इति प्रथमा विभक्ति भवति अत्र, अतः तत्र प्रथमा विभक्ति अस्ति चेत् अत्र अनभिहिते इति अर्थे आगच्छति खलु महोदय. अभिहिते प्रथम, आम् अभिहिते प्रथम इति प्रथमा विभक्ति एव भवति, प्रथमा बहुवचनं भवति अत्र. अभिहिते इति अर्थे उक्तमस्ति अत्र कर्म. अनभिहिते इत्युक्ते तत्र कर्म द्वितीया भवति, परन्तु अनुक्ते कर्मणि द्वितीया भवति. अस्तु महोदय. अनहिभिते अतः देवान् इति भवति तद् द्वितीयवाक्ये. प्रथमवाक्ये अमृतम् इति अनुक्तम् अस्ति किल, अनभिहिते देवाः इति उक्तम् अभिहिते, अतः एव तत्र आश्यन्ते इति बहुवचने अस्ति, देवाः आश्यन्ते. यदा द्वितीयवाक्यं पश्यामः तत्र अमृतम् आश्यते एकवचने अस्ति क्रियापदं, किमर्थम् इत्युक्ते आश्यते इत्यनेन किम् उक्तम् अत्र? अभिहिते उक्तम् अभिहिते कर्मपदम् उक्तम् अत्र, कर्मपदम् अत्र उक्तम्. तस्य विभक्तिः का भवेत्? प्रथमा भवति, प्रथमा अमृतम् आश्यते, आश्यते इति. द्वितीयवाक्ये मात्रा माणवकः ओदनं भोज्यते इत्यत्र? मात्रा माणवकः ओदनं भोज्यते इत्यत्र ओदनम् इति द्वितीया भवति खलु महोदय, द्वितीया एकवचनं. अतः तत्र अनभिहिते कर्म अत्र न उक्तं, कर्मपदम् अत्र न उक्तं, किम् उक्तम् अत्र? ओदनमिति अस्ति खलु महोदय अत्र? सत्यम्, ओदनम् इति अनभिहितम्. अभिहितं अभिहितं किम्? अभिहित भोज्यते इति. न, भोज्यते इति क्रियापदं किल. भोज्यते इति क्रियापदेन किम् उक्तं, किम् अनुक्तम्? अनुक्तम् ओदनः, ओदनः इति उक्तम्. द्वितीयवाक्ये, प्रथमवाक्ये, प्रथमवाक्ये, प्रथमवाक्ये मात्रा माणवकः ओदनं भोज्यते इति तत्र माणवकः द्वितीय विभक्ति एकवचनं भवति अत्र. अत्र अनभिहिते इति अर्थे अत्र अनुक्तम् अस्ति. अत्र अत्र प्रश्नः किं महोदय? भोज्यते इति क्रियापदं, क्रियापदेन तत्र कर्मद्वयम् अस्ति, एकम् उक्तं, द्वितीयम् अनुक्तम्. ओदनम् इति अनुक्तम् इति भवती उक्तवती, सत्यं? माणवकः इत्यस्य उक्तं वा अनुक्तं वा? उक्तम् अत्र खलु, तावदेव, तदेव प्रश्नः. अभिहिते प्रथमा, अनभिहिते कर्मणि द्वितीया, तावदेव, तदेव प्रश्नः आसीत्. भोज्यते इति पक्षार्थकदातव्यम्, अतः प्रथमविभक्ति. सत्यं, प्रधानकर्म, प्रधानकर्म, प्रधानकर्म उक्तत्वात् प्रथमाविभक्ति, गौणकर्म अनुक्तत्वात् द्वितीया. प्रथमवाक्ये, द्वितीयवाक्ये मात्रा माणवकम् ओदनः भोज्यते इत्यत्र प्रधानकर्म अनुक्तत्वात् द्वितीया विभक्ति, ओदनः इति गौणकर्म अनु उक्तत्वात् तत्र प्रथमाविभक्ति. अवगतं वा? एकवारमपि वदतु महोदय. मात्रा माणवकः ओदनं भोज्यते, भोज्यते इति क्रियापदम्, क्रियापदेन तत्र तत्र तु कर्मद्वयम् अस्ति, माणवकम् ओदनम् इति, एकम् उक्तं, द्वितीयम् अनुक्तम्. यद् उक्तं तस्य प्रथमाविभक्तिः भवति. माणवकः इति भोज्यते इति क्रियापदेन उक्तम्, उक्तत्वात् तस्य प्रथमा. भोज्यते इति क्रियापदस्य अनुक्तत्वात् ओदनम् इति गौणकर्मस्य द्वितीया. आं महोदय, तदेव रिवर्स् रूपेण लिखति चेत् द्वितीयवाक्यस्य उत्तरं भवति. अवगतं वा? आं महोदय, धन्यवादः भगिनि. महोदय, शब्दकर्मकदातवः करोति वा? शब्दकर्म, शब्दकर्मकदातवः अत्रापि निजेच्छया भवति, कारिका अनेन कारिका बुद्धिभक्षार्थयोः शब्दकर्मणां च निजेच्छा इति उक्तमस्ति. अतः शब्दकर्म अस्ति अत्र. श्रीहरिणा विधिः वेदम् अध्याप्यते इति अस्ति तत्र. अत्र अध्यापते, अध्याप्यते इति अत्र विधिः इति, विधिः इति अत्र मुख्यप्रधानकर्म अस्ति. प्रयोज्यकर्म, प्रयोज्यकर्ता तस्य कर्मत्वं भवति, अतः तद् प्रथमाविभक्ति भवति. श्रीहरिणा विधिः वेदम् अध्याप्यते इति, अथवा तत्र निजेच्छा इति चेत् तत्र गौणकर्म अस्ति वेद इति अस्ति तत्र. अतः तत्र इदानीं द्वितीया अन्यथा किं भवति, अध्याप्यते वेदः अध्याप्यते इति भवति. प्रयोज्यकर्ता तत्र अनुक्तं भवति, अतः तत्र द्वितीयविभक्ति. श्रीहरिणा विधिं वेदः अध्याप्यते. एकवारं वदामि भगिनि, अत्र प्रथमं ण्यन्त कर्मणि कर्तरिप्रयोगे वदामि. श्रीहरिः विधिं वेदम् अध्यापयति इति अस्ति. श्रीहरिः विधिं वेदम् अध्याप्यति इति गतिबुद्धि प्रत्यवसान शब्दकर्म इत्यनेन तत्र प्रयोज्यकर्तुः द्वितीयविभक्ति भवति. अतः इदानीं हरिणा विधिः वेदम् अध्याप्यति, अथवा श्रीहरिणा विधिं वेदः अध्याप्यति, निजेच्छया भवति. तथैव अत्र पितरा तत्र पिता माणवकं श्लोकं श्राव्यन्ते इति, सोरि, श्रावयति. पिता माणवकं श्लोकं श्रावयति इति कर्तरि इदानीं तत्र कर्मद्वयमस्ति. इदानीं निजेच्छा इति अत्र श्लोक इति शब्दकर्म इति उक्त्वा अनेन शब्दकर्मणा निजेच्छा इत्यनेन तत्र प्रयोज्यकर्ता यद् कर्म अस्ति प्रधानकर्म अस्यापि उक्तं भवितुमर्हति अथवा गौणकर्मणः अपि उक्तं भवति. इदानीं प्रधानकर्म उक्तं चेत् पित्रा माणवकः अशतु माणवकाः बालकाः अस्तु पित्रा माणवकाः श्लोकं श्राव्यन्ते इति माणवकाः श्लोकं श्राव्यन्ते इति अत्र श्राव्यन्ते इति बहुवचने अस्ति कर्म उक्तमस्ति कर्म बहुवचने अस्ति इति कृत्वा माणवकाः श्लोकं श्राव्यन्ते इति. इदानीं गौणकर्मणः तत्र गौणकर्म उक्तं चेत् यदि स्वीकुर्मः चेत् तत्र पित्रा माणवकान् श्लोकः श्राव्यति इति एकवचने भवति. श्लोकः इति कर्म उक्तमस्ति अतः तत्र ते इत्यनेन तत्र कर्म उक्तमस्ति श्लोकः इति एकवचने भवति. सत्यम् उक्तं वा अनुक्तं वा इत्येव द्रष्टव्यम्. तदा इदानीं तु अत्र तु प्रश्नः न क्लेशः न भवति इत्युक्ते किमर्थम् इत्युक्ते निजेच्छया अस्माकम् इच्छा एव किञ्चित् दीर्घवाक्यम् अस्ति चेत् क्लेशः भवति. तत्र तद्विशेषणविशेष्यभावः अस्ति वा द्विकर्मकधातुः तत्र द्विकर्मक त्रिकर्मक इति तादृशधातवः सन्ति चेत् तत्र किञ्चित् क्लेशः भवति. परन्तु अभ्यासेन तु आगच्छति एव. पिता माणवकं धर्मं बोधयति इत्येव प्रथम बुद्ध्यर्थकदातवः. सो पिता माणवकं धर्मं बोधयति इति अन्यन्त अवस्थायां अन्यन्त अवस्थायां कर्तरिप्रयोग सत्यम्. ओके देन् मम इच्छानुगुणं कर्मणि प्रयोगे गौणकर्म आर् प्रधानकर्म ऐ केन् मेक् इट् या अकार्डिङ्ग् टु द बोध्यते मम विवक्षानुगुणम्. अन्तन् द्वितीयवाक्ये श्रीहरि देवान् अमृतम् आशयति. ट्रैङ्ग् द कर्तरि प्रयोग भगिनि सत्यम् अहं पृच्छामि आश् इति परस्मैपदि क्रयादिगणीय दातु क्रयादिगण. ओके अश् देन् हौ वुड् ऐ मेक् द निच् अश् धातु निच् आशयति आशयति. ओके आशयति अथवा आशयते. सो श्रीहरि देवान् अमृतम् आशयति. ओके श्रीहरि देवान् अमृतम् आशयति आशयति आशयति श्रीहरिः श्रीहरिः श्रीहरिः आशयति श्रीहरिः आशयति देन् देवान् अमृतम्. ओके श्रीहरि देवान् अमृतम् आशयति देन् कर्मणि प्रयोगे आश्यन्ते देन् आश्यन्ते इति विवक्षानुगुणं देवाः इति प्रथमा विभक्ति अमृतं द्वितीया विभक्ति देन् आश्यते इति चेत् अमृतम् इति उक्तम् अमृतम्. ओके देन् देवान् ओके देन् सप्तकर्म श्रीहरि विधिं वेदम् अध्यापयति. श्रीहरिः श्रीहरिः विधिं वेदम् अध्यापयति. धन्यवादः. बुद्ध्यर्थक शब्दार्थक भक्ष्यर्थक धातुः इच्छानुगुणं द्वितीया अपि भवितुमर्हति प्रथमा अपि भवितुमर्हति उक्तं वा अनुक्तं वा इत्येव द्रष्टव्यं तावदेव. क्रियया यदुक्तम् इति आधारेण निर्णयं कर्तव्यम्. भगिनि एकः प्रश्नः अस्ति, सारांशेन अधुना प्रथमं क्रियापदं दातु किं भावकर्मकदातु वा निजन्तप्रत्यय वा इति निश्चयं करणीयं. तदनन्तरं निजन्तरूपं निजन्तरूपेण वाक्यमस्ति चेत् अत्र वक्तु इच्छा अनुसृत्य विभक्ति कर्म गौणकर्म उक्तमस्ति चेत् प्रथमाविभक्ति भवति वा अनुक्तमस्ति चेत् द्वितीयाविभक्ति. सत्यं सत्यं. तत्र वाक्ये सर्वदा तत्र ण्यन्तवाक्ये सर्वदा कर्मद्वयं भवति बै डिफाल्ट्. अत्र तत्र कर्मद्वयस्य वयम् एकं कर्म प्रथमायां द्वितीयकर्म द्वितीयायां कथं निर्णयं कुर्मः इत्युक्ते क्रियापदेन यदुक्तं तस्य प्रथमा, क्रियापदेन यत् अनुक्तं तस्य द्वितीया. आम् अरुणा भगिनी भवती एव अवशिष्टदातवः. अवशिष्टदातवः उद्यर्थकदातून् वच्यार्थकदातून् शब्दकर्मदातून् च विहाय अन्ये ये दातवः सन्ति यथा गत्यर्थकदातवः अकर्मकदातवः कृ कृ इत्यादयः तेषां तु लकारादिप्रत्ययेन प्रयोजककर्म एव उक्तं भवति. अतः तेषाम् अभिहितत्वा प्रथमाविभक्ति एव भवति. एतेषाम् अवशिष्टधातूनां योगे गौणकर्म द्वितीयाविभक्ति एव भवितुम् अनुक्तत्वात्. ओके, बुद्ध्यर्थक वाच्यार्थक शब्दार्थदातु विहाय अन्य परिगणितदातवः अन्यदातवः ते सर्वे लकारादिप्रत्ययेन प्रयोजककर्त एव उक्तं भवति. ततः अभिहितत्वात् प्रथमविभक्ति भवति. अवशिष्टधातूनां योगे गौणकर्मणः द्वितीया भवति. सारांशरूपेण भवति खलु महोदय, न न तद् अवशिष्टधातुः विषये. परन्तु तत्र दत्तं खलु किमस्ति गौणकर्मः द्वितीया विभक्तिः एव अनुक्तत्वात् तदेव अवशिष्टधातवः किल. बुद्ध्यार्थकः नास्ति, धातुः बुद्ध्यार्थकः नास्ति, वक्षार्थकः नास्ति, शब्दकर्मादा नास्ति चेत् ये अवशिष्टदातवः गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकाणाम् अणिकर्ता सणौ इति अस्ति किल, तस्मिन् सूत्रे गत्यर्थकधातुः अस्ति, अकर्मकधातवः सन्ति, तत्र कृ कृ इति धातुः अपि सन्ति, द्वितीयसूत्रमस्ति. तेषां का गतिः इति प्रश्नः. अस्तु महोदय, कस्य विषये एव अत्र अन्यदातु कन्फ्यूषन् नास्ति, केवलं उक्तमस्ति चेत् अधिहितमस्ति चेत् प्रथमाविभक्ति, अनुभवितत्वं चेत् द्वितीयविभक्ति एव. सत्यं सत्यं. यज्ञदत्तेन देवदत्तः मासम् आस्यते. आस्यते इति निजन्तरूपमस्ति भगिनि. निजन्तम् अत्र आस्यते किम् आस्यते कर्म प्रथम कर्म देवदत्तः इति कः आस्यते सः देवदत्तः आस्य सः तत्र ततः देवदत्तः प्रथमाविभक्ति भवति उक्तत्वात् अभिहितत्वात् मासम् इति द्वितीयाविभक्ति भवति. आस्यते इति आस् इति धातुः, आस्ते इति कर्तरीरूपं, तस्य निजन्तरूपं तु आस्यते अदादिगणीयधातुः. उपविशति इति अर्थः. ओके, तदेव मासं किमर्थम् अन्यदत्तेन देवदत्तः मासम् आसीत् फर् वन् मन्त् मे बि भगिनि देवदत्तः कुतः आगच्छति देवदत्तः एव मासम् आसीत् इति तत्र काल न अकर्मकधातुः अस्ति तत्र कर्मपदं न भवति परन्तु कालदेशस्य तत्र अद्वा इत्यस्य योगे तत्र कर्मत्वं भवति इति अस्ति तत्र कालस्य अद्वा इति खलु तस्य अर्थः कः महोदय मासं मासम् अवतिष्ठति इति अर्थः तिष्ठति इत्येव अर्थः वा आमाम् आम् गृह देवदत्तः नगरे मासमास्ते इति भवति नगरे मासमास्ते इति सो अण्यन्त अवस्थायां देवदत्तः मासम् आस्ते आस्ते अण्यन्त अवस्थायां यज्ञदत्तः मासयितुं प्रेरयति सोरि आसितुम् आसितुं भवति वा तत्र मासम् आस्ते इति न भवति किल अकर्मकधातुः अस्ति न अकर्मकधातूनां योगे देशकाल तत्र द्वितीय कर्म भवति खलु कर्म भवति देश देशस्य कालस्य समय इति किमपि देश एकं वार्तिकमस्ति वार्तिकपुस्तके आसीत् कर्म तत्र अस्ति तत्र कर्मकधातूनां योगे भवति इति अस्ति खलु तत्र अनेन एव भवति अन्यदत्तः देवदत्तः मासम् आस्ते इति भवति तत्र तत्र अकर्मकधातुर्वियोगे देशकालो भावो गन्तव्यो अध्वा च कर्मसंज्ञा भवति इति वाच्यमिति वार्तिकमस्ति इत्यनेन तत्र भवति छात्रः सप्ताहं वसति सः गोदाहं तिष्ठति इति सप्ताहं वसति इति तादृशः भवति आसीति विशेषप्रयोगः हा तत्र अकर्मकधातुनां योगे देशकाल ते काल अस्ति खलु मासं मासं मास खलु तत्र योगः भवति खलु अकर्मकधातु आस् धातु अस्ति तस्य योगे कालः अस्ति अतः तत्र तस्य कालस्य कर्मसंज्ञा भवति इति इति वाच्यकमस्ति योगे देशकालो भावो गन्तव्यो अध्वा च कर्मसंज्ञक इति वाच्यम् इति अस्ति अनेन भवति अनेन भवति तत्र अन्यथा कर्मपदं न भवति अकर्मकधातु अस्ति खलु अतः धन्यवादः सप्ताहं वसति इति वसति तिष्ठति गोदोहं तिष्ठति गोदोहनकालपर्यन्तं तिष्ठति इति अत्र कालस्य भवति कालस्य तत्र तत्र कुरुपाञ्चालादि तत्र कुरून् सप्ति इति भवति देवदत्त कुरून् सपिति इति वदति कुरु कुरुदेशे सपिति सपधातुः अकर्मकः अस्ति अकर्मकः अकर्मकः अस्ति कुरु कुरु कुरु इति राज्ये कु इति देश का देश अस्ति कुरून् सपिति इति भवति ओ सम्यक् तद् अपि च बहुवचने भवति तत्र तत्र कुरु इति कुरु इति कुरून् सपिति इति भवति तत्र ओ अस्तु तदपि अस्ति ततः मासम् आस्यते आम् आं भगिनि अरुणा भगिनि अग्रिम उदाहरणमपि सूचयति खलु महोदय परन्तु न अत्र तु तिष्ठति इति अर्थे आसनम् इति आस्यते यज्ञदत्तेन देवदत्तः क्रोशं सायते अत्र सायते अकर्मकधातु ततः कर्मपदं नास्ति देवदत्तः सूचयति कर्म सूचयति स्वतः पद्मविभक्तिः भवति क्रोशम् अकर्मक इत्यनेन शेते इति भवति देवदत्तः क्रोशम् इत्युक्ते तत्र अध्ववाचकः खलु अध्ववाचकः अस्ति अतः तत्र अपि भवति क्षेते इति षी इति धातु अकर्मकः अस्ति, तस्य योगः अस्ति तत्र अध्ववाचकः अस्ति, अत्र क्रोशं यावत् क्रोशम् इत्युक्ते वन् किलोमीटर् वट् अवर् त्री किलोमीटर् पर्यन्तं यदा गमनसमये क्रोशं यावत् सा शयनं कृतवान् इति देवता क्रोशं क्षेते इति भवति अकर्मकदा. क्रोशम् इति मापनस्य किमपि वा किलोमीटर् किलोमीटर् यूनिट् आफ् मेशर्मेण्ट् अस्तु मेजर्मेण्ट् सत्यम् ओ अस्तु सम्यक्. देवदत्तः क्रोशं शायते. शीङ् इति अपि अकर्मकधातुः एव, परन्तु यदा भवान् उक्तवान् तत्रापि अतः तत्रापि द्वितीय कर्म भवति. अवगतं किल अवगतं भगिनि क्रोशमत्र डिस्टेन्स् देशकाल I'm sorry but somebody is here at for to look at my heater. I'll be back in a few minutes. धन्यवादः. यज्ञदत्तेन देवदत्तः ग्रामं गम्यते. अत्र गम्यते इति निज्ञन्तरूपं क्रियापदं. कः गम्यते? देवदत्तः. स्वतः देवदत्तमुक्तं कर्मदत्तम् सः देवदत्तः प्रथमविभक्ति. कुत्र गम्यते इति ग्रामं द्वितीयविभक्ति भवति. सम्यक्. प्रधानकर्म इत्यस्य प्रथमा विभक्ति, गौणकर्म इत्यस्य द्वितीया. देवदत्तेन वृत्त्यः कथं कार्यते? तत्रापि कार्यते इति पदेन प्रधानकर्म सूचयति. ततः वृत्त्य प्रधानकर्म प्रथमविभक्ति वृत्त्यः अनुक्तमस्ति कथं, अतः द्वितीया विभक्ति अस्ति. सत्यम्. इदानीं तत्र वयं शब्दार्थक बुद्ध्यार्थक अनन्तरं किम् आसीत् भक्ष्यार्थक, तत्र सम्भावनाद्वयम् आसीत्. कर्मद्वयस्य एकं प्रधानकर्म, द्वितीयं गौणकर्म. प्रधानकर्मायाः प्रथमा अपि भवितुमर्हति, द्वितीया अपि भवितुमर्हति, समानरीत्या गौणकर्म कर्मस्यापि. परन्तु यथा तत्र बुद्ध्यर्थकविहाय इत्युक्ते गत्यर्थक अकर्मक हृ कृ तेषां तु प्रयोज्यकर्म इत्यस्य अभिहितत्वात् प्रथमा एव भवति. अन्य गौणकर्माया कर्म कर्मणः कर्मस्य इति साधु अस्ति कर्मन् इति शब्दः कर्मणः अत्र द्वितीया भवति. इदानीं तत्र गत्यर्थकः अपि नास्ति, बुद्ध्यर्थकः अपि नास्ति इत्युक्ते किं भवति इति चिन्तनम् अन्तिमं चिन्तनं तत्र अस्ति. तद् न एव लिखितं वा? ओ अस्ति. तस्मिन् विषये किमर्थं न किं भगिनि? तत्र यदा बुद्ध्यर्थकः गत्यर्थकः नास्ति चेत् तत्र द्वयमपि तृतीयायां भवति. किमर्थं तद् नास्ति अत्र? बुद्धिभक्षार्थशब्दकर्मस्य भवति. न महोदय, तत् त्यक्तं वा अत्र? अवशिष्टेषु अवशिष्टः तत्र लिखति पठति पठ्यते, अन्यविषये नास्ति अत्र. अत्र अस्ति खलु तत्र अन्यानि उदाहरणानि इति दत्तमस्ति. पश्यामः तत्र एकवारं पठामः. विजया भगिनी पठति वा? आं महोदय. अत्र अधः अन्यानि उदाहरणानि दत्तानि. कर्तरिप्रयोगः कर्मणि प्रयोगः. कर्तरिप्रयोगे अध्यापकः शिष्यं वेदं बोधयति. इदानीं कर्मणि प्रयोगेन अध्यापकः अध्यापकेन शिष्यं शिष्यः वेदं वेदमेव अत्र बोधयति बोध्यते इति भवति. अध्यापकेन अथवा अध्यापकेन शिष्यं शिष्यः इति स्थाने द्वितीयविभक्ति आगच्छति. वेदम् इत्यनेन द्वितीयविभक्तिरूपम् अत्र परिवर्तनं भवति वेदः इति. एतदपि अध्यापकेन शिष्यं वेदः बोध्यते. बुद्ध्यर्थकदातु निजेच्छय. अग्रिमं किम प्रथमं समीचीनमेव खलु महोदय, अत्र अध्यापकेन शिष्यः वेदं बोध्यते, परन्तु अत्र पुनरपि अत्र तृतीयाविभक्ति अनन्तरं द्वितीयविभक्ति अध्यापकेन शिष्यं शिष्यं तत्र आगच्छति वा? द्वितीयविभक्ति अनुक्तम् इति विषयेण आगच्छति वा द्वितीयविभक्ति? सत्यं बुद्धि इति धातुः बुद्ध्यर्थकधातुः, तत्र बुध्यते बोध्यते इति क्रियापदेन किम् उक्तम् इति प्रश्नः. प्रधानकर्म उक्तत्वात् तत्र शिष्यः इति प्रथमा विभक्ति तदेव. अग्रिममपि पठतु भगिनि. महिला शिशुम् अन्नं भोजयति. महिलया शिशुः अन्नं भोजयति अथवा महिलया शिशुम् अन्नं भोज्यते इति भक्ष्यार्थकः. सत्यम्. अग्रिमम् अनन्तरम् आचार्यः छात्रं वेदम् अध्यापयति इति कर्तरिप्रयोगे अध्यापयति इति अस्ति. निच् आचार्येण छात्रः वेदम् अध्याप्यते अथवा आचार्येण छात्रं वेदः अध्याप्यते इति भवति. अत्रापि गौणकर्म भवति द्वितीय अनुक्तविषये खलु महोदय? सत्यं तदेव बुद्ध्यर्थक भक्ष्यर्थक शब्दकर्मकाणां निजेच्छया इति अभवत् त्रीणि उदाहरणानि. तत्र तु यदा तत्र पश्यामि तत्र अस्माकं विवक्षा तु नास्ति. अस्तु द्वितीयं यद् दत्तमस्ति तत्र गत्यर्थक अकर्मकः सति हास्यति इति गत्यर्थक क्षम्यताम् अकर्मकधातुः जल्पयति दर्शयति हारयति हृधातुः कृधातुः तदपि आगच्छति गतिबुद्धि इत्यस्मात् अग्रिमसूत्रात् आगच्छति. तत्रापि समानरीत्या एव भवति. तत्र गौणकर्म प्रधानकर्माया कर्मणः प्रथमा विभक्ति गौणकर्मणः तत्र द्वितीया विभक्ति इति भवति. परन्तु यत्र वयं एतान् धातून् विहाय अन्यधातुः स्वीकुर्मः यदा लेखयति पाठयति यत्किमपि अन्यत् स्वीकुर्मः चेत् तत्र यदा अस्माकं कर्ता तृतीयायां भवति तादृशम् अस्माकं प्रयोज्यकर्ता अपि तृतीयायां भवति. पिता पुत्रं पत्रं लेखयति इति सम्यक् वा न समीचीनं. पिता पुत्रेण पत्रं लेखयति इति कर्तरीवाक्यं तस्य कर्मणि किं भवति वदति वा? पित्रा किम् उक्तवती भगिनि? पिता पुत्रेण पत्रं लेखयति. पुत्रेण पत्रं लेखयति. इदानीं पित्रा पुत्रः पत्रं लेखयति. साधु वा महोदय किं वदति? न साधु. पुत्रं पत्रं लेखयति लिख्यते न न लिख्यते एव खलु महोदय तद् आं सत्यं कर्मणि प्रयोगः तत्र पुत्रेण यत् तृतीयायाम् अस्ति तस्य गा गतिः अत्र इदानीं ण्यन्त अवस्थायां कर्मणि ण्यन्त अवस्थायां अत्र पुत्रम् इति स्वीकुर्मः चेत् अत्र अत्र उक्तमस्ति अत्र पुत्रः इति आगन्तव्यं पुत्रः पित्रा पुत्रः पत्रं लिख्यते अत्र लिख्यते इति कः लिख्यते इति स्वीकुर्मः चेत् पुत्रः लिख्यते अत्र प्रधानकर्म भवति समीचीनं वा महोदय वदतु महोदय समीचीनं वा अत्र एक एव कर्म अस्ति तत्र पिता पुत्रेण पत्रं लेखयति इति अस्ति पिता पुत्रेण पत्रं लेखयति इति अत्र गतिबुद्धि इत्यस्य कार्यं नास्ति अतः तत्र एक एव कर्म उक्तमस्ति अत्र प्रयोज्यकर्तुः कर्मसंज्ञा न भवति अतः तत्रैव अत्र कर्म कर्ता द्वयमस्ति अतः पित्रा पुत्रेण पत्रं लेख्यते इति भवेत् लेखी खलु लेख्यते खलु लिख्यते एव खलु लिख् इति लिख्य लेख समानमेव लेख्यते एव खलु निजन्ते लिख्यते इति सामान्य यकी कर्मणि परन्तु दृष्टमेव लिख्यते लेख्यते समानम् इति किमर्थं रूपद्वय लिख्यते इति भवति महोदय मया केन सूत्रेण नास्ति अत्र परन्तु भवान् किम् उक्तवान् इति न लिख् धातु अस्ति कर्मणि प्रयोगे लिख्यते इति भवति सामान्य इदानीं निजन्ते लिक् योग निचि लेखी इति भवति लेखी योग यक् अत्र इदानीं तत् लेख्य इति भवति खलु लेख्यते लेख्यते एव भवेत् अस्ति किं तत्र वा तत् अन्ते एकनिमिषं 30 पेज् नम्बर् तत्र नास्ति उदाहरणं तत्र नास्ति अहमेव अहमेव उक्तवती तत्र नास्ति किल तद् तस्मिन् विषये अतः एव अहमेव उक्तवती अतः तत्र यदा उदाहरणं किम् आसीत् इत्युक्ते पिता पुत्रेण पत्रं लेखयति इति कर्तरिप्रयोगः तस्य इदानीं कर्मण्यां किं भवति इत्युक्ते पित्रा तृतीया पुत्रेण पुत्रेण इत्येव भवति तस्य परिवर्तनं न भवति गतिबुद्धिप्रत्यवसानार्थे सत्यं गतिबुद्धिप्रत्यवसानार्थे इत्यस्मिन् अन्तर्भूतः नास्ति लिक् धातुः अतः तृतीयायामेव भवति तस्य परिवर्तनं न भवति पित्रा पुत्रेण पत्रं लेख्यते कर्तृकरणयोः तृतीया इत्यनेन वा सत्यम् कर्तृकरणयोस्तृतीया इत्यनेन तृतीयायामपि तृतीयायां पिता पुत्रेण प्रथमवाक्य पिता किं पुत्रेण पत्रं लेखयति ओके अतः तस्य परिवर्तनम् इदानीं कर्मण्या लेखयति इति अपि णिच् प्रत्यये णिच् प्रयोग लेख्यते इति कर्मणि णिच् कर्मणि अथवा इट् विल् बि लिख्यते फार् नार्मल् लटि णिच् कर्मणि अतः तत्र तदेव भेदः यदा तत्र महोदयस्य नीलेश् महोदयस्य करपत्रम् एकम् आसीत् तत्र सः उक्तवान् प्रथमसोपाने यदा वयं पश्यामः तत्र इच्छा निजेच्छया सम्भावनाद्वयं द्वितीय सोपाने यदा पश्यामः द्वितीयगणः सोपानमिति न गणः द्वितीयगणे यदा पश्यामः अवशिष्टदातवः कति बुद्धिप्रत्यवसानार्थौ इत्यस्य अवशिष्टदातवः तत्र एका एव सम्भावना तृतीयगणः यदा पश्यामः यः गतिबुद्धिप्रत्यावसानार्थेषु नास्ति पठ्यते लिख्यते इति तादृशस्थलेषु तत्र प्रयोज्यकर्ता अपि तृतीयायां भवति सो अन्यन्त अवस्थायां इफ् ऐ हेव् टु से दिस् सेण्टेन्स् पुत्रः पत्रं लिखति नार्मल् वाक्य पुत्रः पत्रं लिखते न लिखति लिखति अस्तु अवगतं किल अस्तु अत्र किम् अस्ति इत्युक्ते अस्मिन् करपत्रे तावदेव अन्यत् सर्वम् अभ्यासः भवन्तः इच्छन्ति चेत् कुर्वन्तु अस्माकं कर्मणि भावे च इति करपत्रम् अस्ति किल तस्मादेव वयम् अत्र आगतवन्तः अतः पुनः तत्रैव गच्छामः पेज् नम्बर् 16 पी डि एफ् मध्ये तत्र पी डि एफ् तु अहं मेल् मध्ये प्रेषितवती चाट् बाक्स् मध्ये अपि अस्ति किल I didn't get the mail, Bhagini. Oh, yes. Chat madhya asti, Bhagini. Chat madhya asti, Drishya Deva. Chat message. Bhagini, antara 11 Eva? Na, 4. 4 iti, kar. 4. 4, karmani bhavecha. Karmani bhavecha. Adaka asti. Tatra pe... 27 Eva asti, Kalu. आं तत्र पेज् नम्बर् 16 ऐ डोण्ट् सी एनी चाट् भगिनि न वा चाट् न दृश्यते वा चाट् न दृश्यते भगिनि मैन् सेस् फिल्टर्ड् सो इट् डसन्ट् शो एनिथिङ्ग् ऐ डोण्ट् नो वै फिल्टर्ड् तत्र मेल् मध्ये पश्यतु भगिनि अहं ह्यः एव प्रेषितवती तत्र मेल् मध्ये ओपन् करोतु समानमेव मम ड्रैव् मध्ये एव सा प्रेषितवती पुनः पश्यतु भगिनि अस्तु वयम् अत्र पठामः तत्र एव अस्माकं चिन्तनम् प्राप्तं भगिनि धन्यवादः भगिनि अतः एव अत्र एव अस्माकम् अभ्यासः भूयोगः णिच् इत्यस्मात् कुर्मः वा भगिनि 16 आं महोदय भवान् एव आरम्भं करोतु भूयोगः णिच् भूयोगः णिच् अस्ति भूयोगः णिच् इदानीं णिच् इत्यनेन तत्र किं भवति भौ इति भवति केन सूत्रेण इति हेतुमति च वा सत्यापपाश वा इति प्रथमं निर्णयं करोतु महोदय हा अस्तु अस्तु न हेतुमति चैतन्येन भवति तदेव चैतन्येन तत्र स्वार्थे भवति न तत्र न तत्र अचोर्णिति क्षम्यताम् अचोर्णिति इत्यनेन वृद्धिः अतः भौ इति भवति भौ योग इ तत्र यचोयावः भावि योग शप् भावे भावयति इति भवति क्षम्यतां किमस्ति अत्र कर्मणि भावयति इति खलु अत्र अचोर्णिति किमर्थं महोदय अत्र प्रथमम् अत्र भू अस्ति अनन्तरं णिच् भगिनि णिच् इति णित् अस्ति कृत्वा णिच् अचोञ्जिनिति भवति अत्र अन्ते एव आगच्छति खलु ई प्रथमं अचोणिति वृद्धि भगिनि नित् प्रत्ययं निमित्तीकृत्य अङ्गकार्यं भवति भौ इति भवति प्रथमं खलु यथा कप् इति भवति क्षम्यतां भावियोग यक् इदानीं क्षम्यतु भावियोग यक् अत्र तत्र भावियोग यक् भावकर्मणो इत्यनेन अकृत्सादपि क्षम्यतां तत्र किमस्ति केन भवति नेरनिटि इत्यस्य प्रसक्ति नेरनिटि इत्यस्य प्रसक्ति यक् इति अनिट् अस्ति अतः यक् इति अतः अनिट् अस्ति अर्धाधिकवर्षे तत्र लोपः भवति भाव् इति भवति भाव्यते इति भवति भाव्यते सत्यम् अतः भूयोगः णिच् भूयोगः इ भावि तत्र भावियोग यक् भावियोग यक् अत्र भाव्यते इति भवति अत्र णिच् लोपः भवति भाव्य नेरनिटि इत्यनेन णिच् लोपः भावियोगः यक् भाव्यते इति रूपं तत्र कीदृशधातुः महोदय भूधातुः अकर्मकधातुः अस्ति एकं वाक्यं वदति वा भावयति अस्तु अकर्मक किम् अकर्मकधातुः अस्ति रामः किं किं अस्तु सन्तोषः भवति इति अस्ति खलु सन्तोषः भवति इति वा अस्तु सन्तोषः भवति इदानीं तद् प्रेरणार्थे करोतु प्रेरणार्थे अस्तु प्रेरणार्थे अस्तु देवदत्तः सन्तोषं भावयति इति एकनिमिषः सन्तोषं भावयति इति भवति खलु देवदत्तः सन्तोषं भावयति वा इति कर्तरि खलु सन्तोषं भावयति खलु तत्र अकर्मकशब् गतिबुद्धिप्रत्यवसानशब्दकर्तानौ खलु तत्र सन्तोषं भावयति इति भवति इदानीं तस्य कर्मणि करोतु देवदत्तेन अस्तु अस्तु इदानीं अकर्मक देवदत्तेन सन्तोषे अस्तु देवदत्तेन अत्र एकनिमिष सन्तोषेण भाव्यते खलु अकर्मक तु गतिबुद्धि इत्यस्य अवशिष्टदातवः इति द्वितीयगणे आगच्छति किल प्रधान प्रयोज्यकर्म इत्यस्य प्रथमाविभक्ति धातूनां निजन्ते प्रयोज्यकर्तुः द्वितीया भवति खलु महोदय सत्यं सन्तोषः भाव एकनिमिषः देवदत्तः क्षम्यतां देवदत्तः देवदत्तेन सन्तोषः भाव्यते सन्तोषः भाव्यते सम्यक् एव किल सन्तोषः भाव्यते सन्तोष आमां सन्तोष तत्र तदेव द्वितीयगणे यत् अकर्मकदातवः सन्ति तेषां गति गत्यर्थक अकर्मकदातवः तत्र प्रयोज्यकर्ता अथवा प्रयोज्यकर्म तस्य प्रथमाविभक्तिः भवति सत्यं सन्तोषः बाध्यते तावदेव समीचीनं वा अन्ये किं वदन्ति समीचीनमेव तत्र प्रथमा तेन तदुक्तमस्ति सत्यं अस्तु, इतोपि एकं कुर्मः. अरुणा भगिनी, क्रूधातुः. क्रूधातु क्रियादातु णिच् श्रुतमपि चेत् जना भवति भगिनि णिच् सत्यं गुणः भवति करि वृद्धि कारि ओ कारय कारि कारि कारय कारि कार्यते कार्यते कार्यते ओके कार्यते अत्र कार्यते बुद्ध्यत् तत् नास्ति, अन्तर्गणः नास्ति, अतः कार्यते इत्यनेन प्रथम क्रूधातु अपि अकर्मकदातु भगिनि. क्रीडति अकर्मकः नास्ति, अगर्भो नास्ति वा. अतः कर्म उचित विहितमस्ति, अतः प्रथमाविभक्ति भवति. गौणकर्म द्वितीयाविभक्ति भवति. माता सेवं का सेवका सेवक क्लीनिङ्ग् प्रच्छ गृहं गृहं कार्यं कार्यते गृहकार्यं गृहकार्यं कार्यते गृहकार्यं कार्यते सेवकेन इति भवति किल. माता सेवकं गृहकार्यं कार्यते. क्षम्यतां, कर्मणि प्रयोगः भवति किल, मात्रा सेवकेन न न न मात्रा सेवकः एव भगिनि. सेवकः गुणकार्यं कारयति कार्यते कार्यते कारयति इति कर्तरिप्रयोगः, कार्यते इति कर्मणि. मात्रा सेवकः गृहकार्यं कार्यते. समीचीनं, धन्यवादः. उषा भगिनी, चोच्छेदने भगिनि, बिफोर् दट् यु वर् सेयिङ्ग् त्री गणास् लैक् त्री स्टेप्स् स्टेप्स् नास्ति, त्री ग्रूप्स्. मे बि ऐ वासन्ट् हियर्, केन् यु रिपीट् दट् भगिनि? सो बुद्ध्यर्थक बुद्ध्यर्थक शब्दार्थक भक्ष्यार्थक निजेच्छया इति यद् भवति तत्र रूपद्वयम् निजेच्छया तद् अवशिष्ट गतिबुद्धि प्रत्यवसानार्थ इति सूत्रे यद् अवशिष्टाः सन्ति तेषां द्वितीयगणः तत्र प्रधानकर्म इत्युक्ते प्रयोज्यकर्मायाः कर्मणः प्रथमाविभक्तिः, गौणकर्म कर्मणः द्वितीया विभक्तिः. तृतीयगणः यत्र गति बुद्धि किमपि नास्ति, तत् सूत्रे यत्किमपि उक्तं किमपि नास्ति, यदा लिख्यते इदानीं लिख्यते अवशिष्ट अन्ये दातवः सर्वे तेषां किं भवति इत्युक्ते तत्र प्रयोज्यकर्ता यद् तृतीयायाम् अस्ति कर्तरिप्रयोगे तादृशमेव कर्मण्यां कर्मणि प्रयोगे अपि भवति. ओके, अस्तु भगिनि, अस्तु भगिनि. छे छेदने योगः णिच् चो ओ नाट् छे चो छो छेदने योगः णिच् हेतुमति च चो टेन्त् गण नास्ति भगिनि चो हेतुमति च इत्यनेन चो योगः णिच् चो ओकार ओ आकारः भवति वा आत्येच उपदेशे अशिति अशिति इत्यनेन आत् भवति ऐ गेस् सो चायोगः णिच् चायोगः णिच् सो चायोगः णिच् आकारस्य आकारः योगः इकारः चा सो चा इत्यनेन ओ ओ ओ ओ अर्ति ह्रि व्लीरि क्णु ईष्मायि आतां पुक् नौ ओ अपकारः न यकारः युक्तागमः अर्ति ह्रि व्लीरि क्णु ईष्मायि आतां पुक् नास्ति वा भगिनि यकारः युक्तागमः ओ ओके युक् युक् शाच्छासाह्वा व्या वेपां युक् ओके अस्तु भगिनि सो चाय् योगः भवति चाय् योगः णिच् चायि भवति देन् चायि योगः कर्तरिप्रयोगे शप् चायि योगः अयोगः ति भवति चेत् चाये योगः चाये चाये भवति चाये योगः अकारः एचो अयवायावः चाय् चाय् चाय अव् रैट् एकारः अय् चाययति चाययति इति भवति कर्तरिप्रयोगे नार्मल् निच् कर्तरिप्रयोगे चाययति इति भवति चाययति चेत् कर्मणि प्रयोगे चाय चायते चायते इति भवति सत्यं चायते चायते चायते चायते चायते कर्मणि प्रयोग चायते कर्मणि प्रयोग तेन छेदने छेदने तेन वाक्यं भवति नरः वृक्षः नो नो नो नो नरेण वृक्षं छेय छेयते चायते चायते नरेण वृक्षं चायते वृक्षः प्रयोगे एकं वाक्यं वदति नरः वृक्षं चाय वृक्षं चाययति नरः तत्र प्रेरणा कस्य प्रेरणा करोति कः वृक्षस्य प्रेरणा करोति वा सो प्रभुः नरेण न प्रभुः नरं वृक्षं चायते प्रत्यवसानार्थे नास्ति गतिबुद्धिप्रत्यवसानार्थ नास्ति शब्दकर्म अकर्मक नास्ति अवशिष्टदातवः अवशिष्टदातवः प्रयोज्यकर्ता अथवा तृतीया एव भवति तृतीया एव भवति सो प्रभुः प्रभुः नरेण नरेण वृक्षं चाययति अथवा चायते इदानीं तस्य परिवर्तनं करोतु कर्मणि कर्मणि प्रयोगे कर्मणि प्रयोगे प्रभुना प्रभुना बै द मास्टर् ट्रान्स्लेशन् करोति चेत् कर्मणि कदापि न आगच्छति वृक्षः प्रथमाविभक्ति भवति. सत्यं. तृतीयगणः यदहम् उक्तवती तत् तत्र तृतीयगणे तत्र कर्मणि इस् एक्स्क्लूसिव् टु संस्कृतं लाङ्ग्वेज्. अत्र अतः तत्र सर्वदा ट्रान्स्लेशन् मा करोतु, भ्रमः एव भवति. अस्तु भगिनि, अस्तु, अद्य समयः जातः. विजया भगिनी अग्रिमसप्ताहे भवत्याः क्रमः एव वर्तु दातु. किञ्चित् गृहपाठरूपेण वाक्यनिर्माणमपि कुर्वन्तु. तत्र अस्माकं प्रयोज्यप्रयोजककर्ताय कर्तारः तत्र अभ्यासः भवति. अद्य एम् ए संस्कृत फस्ट् सेमिस्टर् अस्ति अभवत्. अनन्तरम् अद्य एव वा अद्य आरभ्य अग्रिमपूर्वासरपर्यन्तम् अस्ति. 23-20 परीक्षा वा? परीक्षा. ओ सम्यक्. संस्कृत यूनिवर्सिटि मध्ये उक्तवती भवती. अतः स्वरूप महोदयेन अपि इदानीम् उक्तम् अद्य वर्गः अहं न आगता अत्र. मया न यूनिवर्सिटि कविकुल कालिदास रामटेक् अद्य एव प्रथमपरीक्षा अस्ति. सम्यक् सम्यक्. बुधवासरपर्यन्तम् अस्ति एव महोदय. व्याकरणं वा साहित्यं वा? साहित्यं व्याकरणम् एतत् सर्वं मिलित्वा एव सर्वम् अस्ति वा?